गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुःसाक्षात् परं ब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदिविश्वेशं विधाय गुरुवन्दनं बालानां सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां सुस्वागतम्। अस्तु, तर्हि तत्र प्रत्यक्षज्ञानम् इत्यत्र स्मः। तत्र प्रत्यक्षप्रमालक्षणं किम् इति अवगतम्। तदनन्तरं प्रत्यक्षज्ञानकरणं प्रत्यक्षम् इति करणस्य विषये अस्माभिः अधीतम्। तदनन्तरं ज्ञानस्य द्वैविध्यम् इत्युक्ते सप्रकारकज्ञानं, निर्विकल्पकज्ञानं, सविकल्पकज्ञानम् इति। निर्विकल्पकज्ञानं तु केवलं प्रत्यक्षे एव भवति, सविकल्पकज्ञानं तु प्रत्यक्षे अपि भवति, अनुमानादिप्रमाणेषु अपि जायते इति अधीतम्। अपि च सप्रकारकज्ञानस्य स्वभावः कः, तत्र विशिष्टज्ञानं तस्य जनके निरूपणम् इत्युक्ते कानि कारणानि भवन्ति इति अधीतं। तदनन्तरं सप्रकारकज्ञानस्य प्रभेदाः अधीताः। तत्र षट् प्रभेदाः अधीताः: सामान्यविशिष्टज्ञानं, संशयः, समुच्चयः, एकत्र बहुः, समूह आलम्बनं, बहुत्र एकम्। अत्र किञ्चित् परिवर्तितं मया, एकत्र द्वौ, अपि च द्वयि एकम् इति पुस्तके लिखितं, किन्तु अत्र द्वयमेव भवेत् इति नास्ति। वस्तुतः बहूनि विशेषणानि एकत्र एकस्मिन् विशेष्ये इति तादृशज्ञानम्। एकं विशेषणं बहुषु विशेष्येषु इति ज्ञानं। तदनन्तरं बहवः बहूनि विशेषणानि बहूनि विशेष्येषु, तदेव समूह आलम्बनम् इति। एतत् सर्वम् अस्माभिः अधीतं। तर्हि इदानीम् एकमेव एकः एव विशेषः विषयः अवशिष्टः अस्ति। सन्निकर्षं यदस्ति, इन्द्रियसन्निकर्षं जन्यं ज्ञानं प्रत्यक्षं, तत्र सन्निकर्षस्य प्रभेदाः वर्तन्ते। तत् किम् इति अवगच्छेमश्चेत् तत्र सम्पूर्णज्ञानं जायते। तदनन्तरं पुनः यत् स्प्रेड्शीट् अस्माभिः आरब्धं, तत्र अयं घटः इति ज्ञानं, नीलो घटः इति ज्ञानं, तत्र कानि कारणानि भवन्ति इति पुनः एकवारं चिन्तयित्वा अग्रिमपरिच्छेदः अनुमानपरिच्छेदे परिचयस्य आरम्भं कर्तुं शक्नुमः। तर्हि इदानीं सन्निकर्षनिरूपणम् इति अस्ति 173rd पेज् मध्ये, ततः पठेम। अस्तु, श्रीराम महोदय आरब्धुमिच्छति वा? श्रीराममहोदय एतावता सर्वप्रकारकज्ञानानां भेदाः निरूपिताः, श्रूयते खलु? अस्तु, एतेषु संशयं त्यक्त्वा अन्ये प्रकाराः प्रत्यक्षे अनुमितौ शब्दबोधे च सर्वत्र सम्भवन्ति। अतः प्रत्यक्षनिरूपणप्रसङ्गे निरूपिताः प्रकृतम् अनुसरामः। तावद्वदतु महोदय, तावद्वदतु प्रथमं, तदनन्तरं प्रकृतमनुसरामः इति। सप्रकारभेदाः निरूपिताः, तत्र यथा भवान् उक्तवान् तत्र षड्विधाः सन्ति इति, तद् निरूपिताः। एतेषु संशयं त्यक्त्वा अन्ये प्रकाराः प्रत्यक्षे अनुमितौ शब्दबोधौ च सर्वत्र सम्भवन्ति। इदानीं संशयं विहाय तत्र समुच्चयः, केवलं संशयः प्रत्यक्षस्तरे एव भवति, अन्ये सप्रकारक ज्ञानभेदाः अन्य इदानीम् अनुमानं शाब्दम् इत्यादिस्थलेषु अपि भवति इति अस्ति। अतः प्रत्यक्षनिरूपणप्रसङ्गे निरूपितः प्रकृतमनुसरामः। प्रत्यक्षलक्षणम् इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षम् इति कृतं। प्रत्यक्ष अत्र किञ्चित् वक्तुमिच्छामि इत्युक्ते, यद्यपि यद् भवता उक्तं तदेव अत्र लिखितमस्ति, किन्तु अत्र उदाहरणानि न दत्तानि. इत्युक्ते सामान्यविशिष्टज्ञानं भूतलं घटवत् इति ज्ञानं प्रत्यक्षस्तरे, तादृशज्ञानं तादृशज्ञानस्य उदाहरणं भूतलं घटवत् इति प्रत्यक्षज्ञानम्. अनुमितिस्थले किं भवति, शाब्दबोधस्थले किं भवति इति लेखनीयं. तदा चिन्तितं खलु. तर्हि यत् स्प्रेड्शीट् मया प्रेषितम् आसीत् तत्रैव अहं स्थापयिष्यामि. इत्युक्ते अनुमितिस्थले शाब्दबोधस्थले किम् इति अत्र केवलं शीर्षकं ददामि, सर्वे चिन्तयित्वा तत्र पूरयन्तु. भूतलं घटवत् इति प्रत्यक्षज्ञानस्य उदाहरणं, समान उदाहरणम् अनुमानस्तरे शाब्दस्तरे किं भवति, समुच्चयज्ञानं महानसं वह्निमान् वह्नि अभाववान् च इति तादृशज्ञानम् अनुमितिस्थले किं भवति, शाब्दस्थले किं भवति इति चिन्तनीयम्. अस्तु, अग्रे वदतु महोदय. अस्तु, समुच्चयज्ञानं तत्र अनुमानेन कथं भवति इति लेखनीयं. हा, इत्युक्ते ज्ञानस्य आकारः कथं भवति इति उदाहरणज्ञानम्, उदाहरणवाक्यं लेखनीयम्. अस्तु. अपि च अत्र किम् उपमितिः इत्यत्र न उक्तं, तर्हि उपमितौ उपमिति उपमितिज्ञानमिति अस्ति खलु, उपमानप्रमाणेन जायमानज्ञानम् उपमितिः इति. तत्रापि सप्रकारकप्रभेदाः कथं भवन्ति इति अपि न उक्तं, तर्हि तद् अवशिष्टमस्ति. उपमिति उपमिति अधिकं वयं न पठितवन्तः. हा, किन्तु तत्र सर्वे पञ्चप्रभेदाः भवन्ति वा नो चेत् एकमेव भवति वा इति तादृशम् अपि चिन्तनीयमस्ति. अस्तु. अनुसरणं प्रत्यक्षलक्षणम् इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं प्रत्यक्षं, प्रत्यक्षज्ञानम् इत्युक्ते इन्द्रियार्थसन्निकर्षजन्यं ज्ञानं, तत्र दलसार्थक्यम् अपि चिन्तितं, तदपि पूर्वं दृष्टम् अस्माभिः. अग्रे पठामि वा महोदय. प्रत्यक्षज्ञानहेतुः इन्द्रियार्थसन्निकर्षः षड्विधः. प्रत्यक्षज्ञानस्य हेतुः इन्द्रियार्थसन्निकर्षः, इन्द्रियार्थसन्निकर्ष एव प्रत्यक्षज्ञानस्य हेतुः, सः षड्विधः. इत्युक्ते अत्र सन्निकर्षः इत्यनेन सम्बन्धः उक्तः खलु, इन्द्रियम् अपि च विषयः, अनयोः मध्ये यः सम्बन्धः अस्ति सः एव सन्निकर्षः, सः सन्निकर्षः षड्विधः. षड्विधः संयोगः, संयुक्तसमवायः, संयुक्तसमवेतसमवायः, समवायः, समवेतसमवायः, विशेषणविशेषभावश्चेति. तत्र संयोगे नाम षड्विधानां नामानि सत्यं. चक्षुषा घटप्रत्यक्षजननी संयोगः सन्निकर्षः. इदानीं तत्र चक्षुषा घटप्रत्यक्षम्, अयं घटः इति ज्ञानं यदा जायते तत्र चक्षुषा घटेन सह संयोगः भवति, तदा सन्निकर्षस्य सन्निकर्षः तदा तदेव संयोगः एव सन्निकर्षः अत्र. सन्निकर्षः कीदृशः इति चेत् संयोगः एव. किमर्थं संयोगः? तत्र चक्षुः घटेन तत्र चक्षुः चक्षुतः प्रभा गत्वा तत्र घटेन किमर्थं संयोगः, किमर्थं समवायः? द्रव्ययोरेव संयोगः चक्षुः. चक्षुः इति द्रव्यं, घटः इति द्रव्यं, द्रव्ययोः मध्ये संयोगः एव भवति इति कृत्वा संयोगः. अस्तु, अग्रे. घटरूपप्रत्यक्षजननी संयुक्तसमवायः सन्निकर्षः. इदानीं घटे विद्यमाननीलरूपं तस्य प्रत्यक्षे संयुक्तसमवायः एव सन्निकर्षः. तत्र कथम् इति अग्रे, चक्षुसंयुक्ते घटे रूपस्य समवायात्, तत्र रूपः रूपम् इति गुणः तत्र घटे समयसम्बन्धेन अस्ति, चक्षुः इति द्रव्यं घटेन सह संयुक्तः अस्ति, तदा कथं चक्षुः घटे विद्यमानरूपं गृह्णाति इत्युक्ते तत्र परम्परासम्बन्धेन संयुक्तसमवायसम्बन्धेन इति संयुक्त महोदय तत्र संयुक्तसमवायसम्बन्धः एव संयुक्तसमवायः इति वदामः वा संयुक्तसमवायः नो चेत् संयुक्तसमवेतः इत्यपि वक्तुं शक्यते, भवतु संयुक्तसमवायः इति इदानीं स्वीकुर्मः, संयुक्तसमवायः एव तादृशसन्निकर्षः इत्युक्ते सम्बन्धः। अग्रे चक्षुः संयुक्ते घटे समवायात् रूपत्व सामान्यप्रत्यक्षे संयुक्तसमवेतसमवायः सन्निकर्षः। इदानीं रूपे विद्यमानः सामान्यं रूपत्वं तस्य प्रत्यक्षं कथं भवति इत्युक्ते तत्र चक्षुः घटेन संयुक्तः अस्ति, तत्र संयुक्तसमवेतसमवायः इत्युक्ते उपरि गन्तव्यं स्थरद्वयम् उपरि गन्तव्यम् इति कृत्वा संयुक्तसमवेतसमवायः एव तत्र सन्निकर्षः इत्युक्ते सम्बन्धः। सत्यं तर्हि अत्र रूपे विद्यमानरूपत्वस्य ज्ञानं तदेव विषयः, तदेव घटे रूपमस्ति रूपे रूपत्वमस्ति, रूपत्वस्य ज्ञानं कथं जायते इति चेत् तत्र संयुक्तसमवेतसमवायसम्बन्धेन जायते इति। अग्रे चक्षुसंयुक्ते घटे रूपं समवेतं तत्र रूपत्वस्य समवायात् तदेव लिखितमस्ति, श्रोत्रेण शब्द साक्षात्कारे समवायः सन्निकर्षः, श्रोत्रेण साक्षात्कारे इदानीं श्रोत्रेन्द्रियेण वयं यदा शब्दं शृण्मः तत्र श्रोत्रेन्द्रियम् आकाशीयम् इति कृत्वा तत्र शब्दः समवायसम्बन्धेन अस्ति इति कृत्वा तत्र सम्बन्धः समवायः इत्युक्ते सन्निकर्षः समवायः इति। कर्णविवरवृत्त्याकाशस्य श्रोत्रत्वात् शब्दस्य आकाशगुणत्वात् गुणगुणिनोश्च समवायात्। अत्र श्रोत्रिङ्गम् इत्युक्ते परिच्छिन्न आकाशः, तत्र शब्दः इति गुणः आकाशे समवायसम्बन्धेन अस्ति इति कृत्वा तत्र गुणिनोः तत्र समवायसम्बन्धेन अस्ति इति कृत्वा सन्निकर्षसमवायः। सत्यं, किन्तु अत्र इतोपि अस्माभिः अधीतं खलु शब्दस्य शब्दः इति, तत् तस्मिन् विषये पुनः स्मारयतु। शब्दशब्द इत्युक्ते यत्र इदानीं अस्माकं मुखात् शब्दम् आगच्छति तदा किं भवति इत्युक्ते आकाशे तत्र आकाशे शब्दः अस्ति तदा तस्मात् शब्दात् आकाशे नूतनशब्दः दशदिक्षु जायते, पुनः तस्मात् नूतन शब्दः दशदिक्षु जायते, एवं सः शब्दः अस्माकं कर्मशुष्कुलीपर्यन्तम् आगच्छति। तर्हि शब्दप्रत्यक्षं कस्य शब्दस्य इति चेत् आदिशब्दः यद् वक्तुः मुखे अस्ति तस्य ग्रहणं नास्ति, शब्दजशब्दस्य ग्रहणम् इति मनसि भवेत् तावदेव। किन्तु शब्दजशब्दः अपि श्रोत्रीय आकाशे कर्णषष्कुली अवच्छिन्न आकाशे समवायेन वर्तते इति कृत्वा सन्निकर्षः इदानीं समवायः। अस्तु अग्रे शब्दत्वसाक्षात्कारे समवेतसमवायः सन्निकर्षः। इदानीं शब्दे विद्यमानजातिशब्दत्वं तस्य साक्षात्कारे समवेतसमवायः इति एव सम्बन्धः, यतोहि तत्र शब्दत्वम् इति शब्दे अस्ति, शब्दः इति आकाशे समवायसम्बन्धेन अस्ति, उभौ अपि समवायसम्बन्धेन अस्ति इति कृत्वा समवेतसमवायः एव सन्निकर्षः. सत्यम्. अग्रे श्रोत्रसमवेते शब्दे शब्दत्वस्य समवायात् अभावप्रत्यक्षे विशेषणविशेष्यभावः सन्निकर्षः. इदानीम् अभावप्रत्यक्षे घटाभावः, भूतले घटाभावः इत्यस्य विशेषणविशेषभावः सन्निकर्षः. तद् अग्रे आगच्छति. पठतु. घटाभाववत् भूतलम् इत्यत्र चक्षुसंयुक्ते भूतले घटाभावस्य विशेषणत्वात् चक्षुसंयुक्ते भूतले घटाभावस्य विशेषणत्वात् घटाभाववत् भूतलं, भूतलम् इति विशेषणं, तत्र घटाभाववत् भूतलम् इति तत्र भूतलं विशेषमस्ति, घटाभावः तस्य विशेषणम् अस्ति. तत्र चक्षुः भूतलेन एव संयुक्तः अस्ति, तदा घटाभावः विशेषणत्वात् तत्र विशेषणविशेषाभावः एव सन्निकर्षः. तत्र विशेषणम् अस्ति घटाभावः, चक्षुः कथं कथं तत्र इत्युक्ते चक्षुः चक्षुः भूतलेन सह संयुक्तः अस्ति संयोगसम्बन्धेन, खलु? सत्यं. चक्षुभूतलयोः मध्ये संयोगः जायते द्वयमपि द्रव्यम् इति कृत्वा, किन्तु तस्मिन् भूतले तद्भूतलं केन विशिष्टम् इति चेत् घटाभावेन विशिष्टम्. सत्यं. घटाभावेन विशिष्टम् इति कृत्वा भूतलम् अपि च घटः अनयोः मध्ये केन कः सम्बन्धः अस्ति? संयोगः न, क्षम्यता, भूतलम् अपि च घटाभावः तत्र स्वरूपसम्बन्धः न, अभावः किं विशेषणविशेषभावः वा? हा, विशेषणविशेषभावः अस्ति खलु. विशेषणविशेषभावसम्बन्धः यदस्ति तदेव सः एव सम्बन्धः सन्निकर्षः भवति इति. किमर्थमिति चेत् चक्षुः अपि च अभावः अनयोः मध्ये सम्बन्धः एव न भवति. न भवति तदेव. चक्षुभूतलयोः मध्ये संयोगः भवति, तादृशभूतलं येन भूतलेन सह चक्षुः संयुक्तः अस्ति तद्भूतलं किं विशिष्टं, केन विशिष्टमस्ति इति चेत् घटाभावेन विशिष्टम् इति कृत्वा अत्र विशेषविशेषभावः सन्निकर्षः भवति इति. अग्रे इतोपि चिन्तनमस्ति अस्मिन् विषये, तत्र इतोपि गभीरचिन्तनं भवतु, तर्हि पूरयतु महोदय. एवम् एवं सन्निकर्ष षट्कजन्यं ज्ञानं प्रत्यक्षं तत्कारणम् इन्द्रियं, तस्मात् इन्द्रियं प्रत्यक्षप्रमाणम् इति सिद्धम्. सन्निकर्षषट्कजन्यं ज्ञानं प्रत्यक्षं, षड्विधसन्निकर्षेण जन्यं प्रत्यक्ष ज्ञानं प्रत्यक्षं, तत् कारणम् इन्द्रियं, तत्र प्रत्यक्षज्ञानस्य कारणम् इन्द्रियं, तदपि प्रत्यक्षम् एव. तस्मात् इन्द्रियं प्रत्यक्षं प्रत्यक्षप्रमाणम् इत्युक्ते तस्य इन्द्रियस्य नाम अस्ति प्रत्यक्षप्रमाणम् इति. इत्युक्ते ज्ञानस्य नाम अपि प्रत्यक्षं, प्रमाणस्य ज्ञानमपि प्रत्यक्षं. प्रत्यक्षम् ज्ञानम् इन्द्रियेण यत् जन्यं इन्द्रियेण यत् ज्ञानं जायते तस्य नाम प्रत्यक्षम्, अपि च इन्द्रियस्यापि ज्ञानं प्रत्यक्षं, करणस्यापि ज्ञानं प्रत्यक्षम् इति उभौ उभयोः नाम अस्ति प्रत्यक्षम् इति तावदुक्तम्. अस्तु, इदानीं सर्वम् अस्माभिः चिन्तितं, यद् एतत् सर्वम् अस्माभिः ज्ञातमेव, तर्हि झटिति पठितुं शक्यते. अस्तु, अग्रे धन्यवादः महोदय. अग्रे सत्यभौम भगिनी पठति वा? आं महोदय. सम्प्रति मूले प्रत्यक्षज्ञानहेतु इन्द्रियार्थसन्निकर्षः षड्विधः इत्यनेन सन्निकर्षस्य वर्णनं क्रियते. शब्दज शब्दवर्णने निरूपितः अस्माभिः इन्द्रियाणां स्वभावः प्राप्यकारित्वं. तत्र प्राप्य इत्यनेन सम्बन्धः उक्तः भवति. इन्द्रियाणां द्रव्यरूपाणां सम्बन्धः यदि संयोगरूपः तर्हि सः द्रव्येण सह एव भवेत्. साधितः च द्रव्योरेव संयोगः. अत्र वक्तव्यं महोदय, नूतनं किमपि नास्ति खलु अत्र, केवलं प्राप्यकारित्वम् इत्यस्य अर्थः कः इति वदतु तावदेव. प्राप्यकारित्वम् इन्द्रियाणाम् इन्द्रिय द्रव्य पदार्थयोः मध्ये सम्बन्धः एव प्राप्यकारित्वं खलु. हा सत्यं. तर्हि ग्रहणम् इन्द्रियेण ग्रहणम् इन्द्रियं गृह्यते इति कदा वदे इति गृह्यते इत्यस्य को अर्थः इति चेत् तत्र यदा सम्बन्धः भवति तदा ग्रहणं जायते इति अवगन्तव्यं तावदेव. इत्युक्ते सम्बन्धः भवति तदनन्तरं तस्य ग्रहणम् इत्युक्ते अस्माकं हस्तः अस्ति खलु, हस्तेन घटः गृह्यते इति वदामश्चेत् प्रथमं तत्र सम्बन्धः भवेत् तदनन्तरं हस्तं ग्रहणं करोति इत्युक्ते अत्र क्रियाद्वयमस्ति. किन्तु तादृशं भवति कर्मेन्द्रियाणां विषये, किन्तु ज्ञानेन्द्रियाणां विषये किम् इति चेत् सम्बन्धः एव ग्रहणम् इति अर्थः. यदा सम्बन्धः जायते तदा ग्रहणम् अभवत् इति. बुद्धं वा तयोः मध्ये भेदः कः इति? अस्तु अग्रे पठतु. परन्तु संयोगमात्रेण न द्रव्यप्रत्यक्षं जनयितुम् इन्द्रियं समर्थं भवति. विशेषतश्च बहिरिन्द्रियेषु घ्राणरसनश्रोत्रेन्द्रियाणां द्रव्यप्रत्यक्षजनने असामर्थ्यं निरूपितमेव अस्माभिः. अवशिष्टे द्वे इन्द्रिये अत्र वाक्यशः वदतु भगिनि, किमर्थम् इत्युक्ते अत्र एतत् सर्वम् अस्माभिः चिन्तितमेव. तर्हि वाक्यशः विशेषः वदतु. परन्तु सर्वेषाम् इन्द्रियेण द्रव्यप्रत्यक्षं जनयितुं सामर्थ्यं नास्ति. घ्राणरसन सर्वेषाम् इन्द्रियेण इत्यस्य अर्थः कः? घ्राणरसन पञ्च षड् इन्द्रियाणि सन्ति खलु अत्र. सर्वेषाम् इन्द्रियाणां तत् सर्वेषाम् इन्द्रियेण इत्युक्तं सर्वैः इन्द्रियैः इति वक्तव्यं, नो चेत् सर्वेषाम् इन्द्रियाणाम् इति वक्तव्यं. सर्वेषाम् इन्द्रियेण इत्यस्य अर्थः न भवति. किं वक्तुमिच्छति भवती? सर्वेषाम् इन्द्रियाणां सर्वेषाम् इन्द्रियाणां द्रव्यप्रत्यक्षं संयोगेन न भवति इति. इत्युक्ते किं संयोगेन न जनयितुं शक्यते? द्रव्यप्रत्यक्षं यदा कदा जनयति इति इत्युक्ते यत्र उद्भूतरूपम् अपि च तद् अत्र नास्ति, किन्तु उद्भूतरूपम् अपि च परम मध्यमपरिमाणं द्वयमपि अस्ति चेदेव द्रव्यप्रत्यक्षं भवति. हा हा हा. तर्हि सर्वैः इन्द्रियैः इति वक्तव्यं, सर्वेषाम् इन्द्रियाणाम् इति षष्ठी नास्ति तत्र. सर्वैः इन्द्रियैः, सर्वैः इन्द्रियैः यदा संयोगः जायते संयोगेन प्रत्यक्षं भवति इति निश्चयेन न वक्तुं शक्नुमः. अस्तु विशेषतश्च बहिरिन्द्रियेषु घ्राणरसनश्रोत्रेन्द्रियाणां द्रव्यप्रत्यक्षजन्य असामर्थ्यं. इत्यस्य अर्थः कः? घ्राणरसन श्रोत्रेन्द्रिय एते बहिरिन्द्रियेणां द्रव्यप्रत्यक्षं संयोगेन जनयितुं सामर्थ्यं नास्ति इति. संयोगेन इति नास्ति, वस्तुतः ते तैः इन्द्रियद्रव्यप्रत्यक्षमेव न भवति खलु. घ्राणेन्द्रियेण कस्य प्रत्यक्षं भवति? गन्धस्य. हा, गन्धः इति गुणस्य. गन्धः इति गुणस्य. किन्तु गन्धः कुत्र वर्तते? पृथिव्यां वर्तते खलु. पृथिव्याः प्रत्यक्षं भवति वा घ्राणेन्द्रियेण? न भवति. हा, इति वार्ता अत्र. इत्युक्ते अस्माभिः अधीतं खलु, तत्र चक्षुरिन्द्रियेण त्वगिन्द्रियेण मनसा गुणानां प्रत्यक्षं भवति, अपि च गुणिनामपि प्रत्यक्षं भवति. गुणीनामपि प्रत्यक्षं भवति. किन्तु घ्राणरसनश्रोत्रेन्द्रियाणाम् अत्र द्रव्यप्रत्यक्षं न जायते, केवलं गुणप्रत्यक्षमेव जायते इति उक्तम्. तदेव अत्र परामृष्टम्. अस्तु, अग्रे. अवशिष्टद्वे इन्द्रिये चक्षु त्वक् च एताभ्यां संयोगमात्रेण न द्रव्यप्रत्यक्षमात्रेण न द्रव्यप्रत्यक्षं जायते. किन्तु किन्तु द्रव्ये महत्त्वम् उद्भूतं च आवश्यकम्. उद्भूतरूपवतो अपि महत्त्वशून्यस्य परमाणोः चक्षुषा प्रत्यक्षं न एव भवति. महत्त्ववन्दी अपि घ्राणादि इन्द्रियाणि उद्भूतरूपशून्यवदेव इन्द्रियैः न गृह्यन्ते. आभ्यन्तरं तु मनः. तदनन्तरं मनसः विषये चिन्तनम्. ओके, इदानीं चक्षु त्वक् एतयोः संयोगमात्रेण कथं द्रव्यप्रत्यक्षं जायते इति चेत् संयोगेन इति न, किन्तु अत्र महत्त्वम् अपि च उद्बोधरूपं द्वयमपि अस्ति. अतः एतेषु एतयोः द्रव्यप्रत्यक्षं जनयितुं शक्यते इति. तर्हि तत्र यस्मिन् उद्भूतरूपमस्ति अपि च महत् मध्यमपरिमाणमस्ति तयो तस्य प्रत्यक्षं कथं जायते, तत्र सन्निकर्षः कः? संयोगः इति. हा, तर्हि तत्रापि संयोगः एव, इत्युक्ते संयोगमात्रेण इत्यस्य अर्थः अवगतवती वा? यदा संयोगः जायते तदा द्रव्यप्रत्यक्षम् अपि भवति इति. द्रव्यप्रत्यक्षम् अपि भवति इत्युक्ते किं किं भवति? तदनन्तरं संयोगः अपि भवति नास्ति भवती यदा वदति भवती अवगम्य वदति वा इति मम मनसि क्लेशः अस्ति. संयोगसमये द्रव्यप्रत्यक्षस्य ज्ञानम् अपि भवति इति. यदि अयं घटप्रत्यक्षं यदा चक्षुषा घटं यदा चक्षुषा गृह्यते तस्मिन्नेव समये मम आत्मनि अयं घटः इति ज्ञानम् अपि जनयति इति. अस्तु, अत्र एताभ्यां संयोगमात्रेण न द्रव्यप्रत्यक्षं जायते, अत्र मात्रपदस्य को अर्थः? हा, अत्र मात्रपदस्य अर्थः संयोगेन एव न भवति. अत्र यत्र संयोगः जायते तस्मिन् महत्त्वम् अपि च उद्भूतरूपं तदपि अस्ति चेदेव. समीचीनम्, इदानीं समीचीनतया उक्तवती. इत्युक्ते संयोगः जायते चेत्, केवलं संयोगः जायते चेत् द्रव्यप्रत्यक्षं भवति इति नास्ति. संयोगः एव कारणम् इति नास्ति. उद्भूतरूपमपि कारणं, महत्परिमाणमपि इत्युक्ते परमाणुपरिमाणभिन्नपरिमाणमपि कारणम्. तादृशपदार्थैः सह द्रव्यैः सह यदा संयोगः जायते तदा एव प्रत्यक्षं भवति इति. अस्तु अन्तिमम् आभ्यन्तरं तु. आभ्यन्तरं तु मनः आत्मा प्रत्यक्षजननाय न रूप अपेक्षते इति तत्सन्निकर्षः संयोगरूपः आत्मप्रत्यक्षं जनयति एव. एकनिमिषम्. आभ्यन्तरं तु मनः आत्मप्रत्यक्षजननाय न रूपम् अपेक्षते इति तत्सन्निकर्षः संयोगरूपः आत्मप्रत्यक्षं जनयति एव. तद् न अवगतं महोदय. आभ्यन्तरं मनः तु आभ्यन्तर अन्तरिन्द्रियम् आत्मप्रत्यक्षजननाय अधः तस्य आत्मप्रत्यक्षजननाय रूपं न अपेक्षते इति तत् न अस्तु. मनः इति अन्तरिन्द्रियमस्ति खलु. आम्. मनसा केषां प्रत्यक्षं जायते? मनसा एकनिमिषं. आत्मषड्गुणाः आत्मनि विद्यमान षड् विशेषगुणानां प्रत्यक्षं जायते तदेव वक्तुमिच्छति. अस्तु. गुणानां केवलं गुणानां प्रत्यक्षं जायते वा नो चेत्? गुणानामेव प्रत्यक्षं जायते. आत्मनः प्रत्यक्षं न जायते वा? आत्मनः प्रत्यक्षं जायते. हा समीचीनम्. आत्मनः इत्युक्ते आत्मा इति द्रव्यस्यापि प्रत्यक्षं जायते किन्तु आत्मनि रूपमस्ति वा? नास्ति. रूपमेव नास्ति खलु. नास्ति. यद्यपि आत्मनि रूपं नास्ति तथापि मनसा आत्मा गृह्यते वा न वा? गृह्यते. हा इति एव अत्र उक्तम्. आभ्यन्तरं तु मनः आत्मप्रत्यक्षं जननाय न रूपम् अपेक्षते. रूपम् एव मनसा आत्मा ग्रहीतुं शक्यते इति आवश्यकता नास्ति. इत्युक्ते उद्भूतरूपं मध्यम अनुपरिमाण भिन्नपरिमाणम् इति निकषाद्वयं केवलं बहिरिन्द्रियविषये एव उक्तं. बहिरिन्द्रियस्य एव उक्तम्. अन्तरिन्द्रियस्य तादृशनियमः नास्ति. निकषा नास्ति. बुद्धं वा? अपि च आत्मा मनसा यदा आत्मा गृह्यते तत्र सन्निकर्षः भवेत् खलु. तत्र कीदृशसन्निकर्षः? आत्ममनयोः संयोगः एव. हा किमर्थं संयोगः? द्वयमपि द्रव्यमस्ति. उत्तमम्. इति कृत्वा आत्ममनयोः यदा संयोगः जायते तेन संयोगेन यद्यपि आत्मनि रूपं नास्ति. रूपमेव नास्ति चेत् उद्भूतरूपं निश्चयेन नास्ति. तथापि आत्मनः प्रत्यक्षं भवत्येव इति नैयायिकानां मतं. तावदेव अत्र उक्तं. बुद्धं खलु? बुद्धम्. अस्तु समीचीनम्. अग्रे गच्छेम. हा तर्हि रमेश महोदय अग्रे पठति वा? आं महोदय. उद्भूतरूपवतः महत्त्ववतः द्रव्यस्य बहिर् इन्द्रियैः यथा प्रत्यक्षं जायते तथा रूपरस आदीनां प्रत्यक्षात्मकं ज्ञानम् अपि आनुभविकम्. तावद् वदतु. हा तर्हि उद्भूतरूपवत्तः महत्वतः द्रव्यस्य यस्य द्रव्यस्य उद्भूतरूपमस्ति तस्य महत्तत्वम् अस्ति अस्ति महत्तत्वम् अस्ति इत्युक्ते तद् परमाणु न अस्ति. परमाणु परमाणु नास्ति. ध्वनिकमपि नास्ति. तादृश द्रव्यस्य बहिरिन्द्रियैः प्रत्यक्षं जायते तथा तादृश एव रूपरसादीनां प्रत्यक्षम् अपि आनुभविकम् इत्युक्ते तस्य अनुभवं भवति ज्ञानमपि प्रत्यक्षात्मकं ज्ञानं तस्य प्रत्यक्षात्मकं ज्ञानमपि आनुभविकं भवति तर्हि तस्य प्रत्यक्षं यदा भवति तस्य ज्ञानं वयम् अनुभवं कर्तुं रसरूपरसादीनां हा रूपरसम् इत्युक्ते अत्र गुणानां प्रत्यक्षं पूर्वस्मिन् परिच्छेदे द्रव्याणां प्रत्यक्षे समग्रचिन्तनं कृतम् इदानीं गुणानां प्रत्यक्षम् अस्तु अग्रे वदतु तेषु तु इन्द्रियाणां संयोगः सन्निकर्षः न शक्यते वक्तुम् इति इतरेषां पञ्चविधानां सन्निकर्षाणां चिन्ता आरब्धा तर्हि संयोगः न भवति तत्र तर्हि पञ्चविधानां सन्निकर्षाणां इतरसन्निकर्षाणां चिन्तनं करणीयम् इति द्वितीयः सन्निकर्षः संयुक्तसमवायः योग्यानि यानि द्रव्याणि तत्र समवेताः ये योग्याः पदार्थाः ते सर्वे अपि अनेन सन्निकर्षेण गृह्यन्ते कीते रूपरसगन्धस्पर्शाः प्रतिनियतग्राह्याः गुणाः द्वि इन्द्रियग्राह्याश्च सङ्ख्याश्च परिमाणानि पृथक्त्वं द्रवत्वं संयोग विभागौ परत्व अपरत्वे कर्मणि द्रव्यवृत्तिजातयः अपि घटत्वात् प्रभृतिः सत्तापर्यन्ताः च तर्हि ये यानि गुणानि ग्राहित ये गुणाः समवायसम्बन्धेन द्रव्ये अस्ति ते संयुक्तसमवायेन समवायसन्निकर्षेण ग्राह्यम् सर्वे गुणाः गृह्यन्ते किं गुणाः तु समवायसम्बन्धेनैव गुणिनि अस्ति सन्ति किन्तु सर्वे गुणाः गृह्यन्ते वा नो चेत् केचन गुणाः एव गृह्यन्ते वा केचन गुणाः एव गृह्यन्ते हा तर्हि ते के के इति वदतु अत्र आवलिङ्गतं तत्र रूपरसगन्धस्पर्श ते प्रतिनियतग्राह्याः गुणाः इत्युक्ते यदि ते इन्द्रियेण यदा सन्निकर्षं भवति एकेन इन्द्रियेण यदा सन्निकर्षं भवति तस्य ग्रहणं भवति यानि रस यदि रसनेन्द्रियेण गन्धः घ्राणेन्द्रियेण स्पर्शः त्वगिन्द्रियेण ते सर्वे एकमेव इन्द्रियं तस्य ग्राहकः भवति सत्यं तदेव प्रतिनियतग्राह्यः इत्युक्ते रूपं केवलं चक्षुषा रसः रसनेन्द्रियेण गन्धः घ्राणेन्द्रियेण स्पर्शः त्वगिन्द्रियेण एव गृह्यते तर्हि एषः गुणः केवलम् एकेन इन्द्रियेण एव गृह्यते इति उक्तम् अस्तु अग्रे द्वि इन्द्रियग्राह्यः सङ्ख्याः अस्ति, परिमाणानि, सङ्ख्या. अत्र सङ्ख्या विषये वदतु. सङ्ख्या कैः इन्द्रियैः गृह्यन्ते, तानि कानि? चक्षुषा गृह्यन्ते, तत् त्वगिन्द्रियेण अपि तस्य ग्रहणं भवति. उत्तमं. तर्हि ग्राणेन्द्रियेण केवलं रस अपि च रसत्वम् इति जातिः. न, क्षम्यतां, घ्राणेन्द्रियेण गन्धः, गन्धत्वं. रसनेन्द्रियेण रसः, रसत्वम्. अपि च त्वगिन्द्रियेण स्पर्शः, स्पर्शत्वम् इति जातिः. इति एतेषाम् एव ग्रहणं भवति. किन्तु सङ्ख्यानां सङ्ख्यस्य सङ्ख्यायाः ग्रहणं चक्षुषापि कर्तुं शक्यते, त्वगिन्द्रियेणापि कर्तुं शक्यते. एवम् अग्रम् अग्रे परिमाणानि अपि तदेव. पृथक्त्वं, द्रव्यत्वं, संयोगविभागौ, पर अपरत्वं, पर अपरत्वं त्वे, कर्मणि, कर्माणि. हा, तावत्. तर्हि आहत्य चतुर्विंशतिगुणाः सन्ति खलु, तेषु केषां गुणानां ग्रहणं भवति? अत्र गणनं करोतु. केषां गुणानां ग्रहणं भवति? सुखदुःखादिग्रहणमपि भवति, मनस्ग्रहणं भवति. न, त्यजतु इदानीम्. अत्र अत्र आवल्यां किं दत्तमस्ति? रूप, रस, लैक् रूप, रूप, रस, गन्ध, स्पर्श, स्पर्श, संख्या, परिमाणं, सिक्स् परिमाणं, पृथक्त्वं, द्रव्यत्वं, संयोगविभाग, परत्व, अपरत्व, कर्मणि. कर्माणि इति गुणः नास्ति. कर्माणि गुणः नास्ति. तद् तर्हि द्वादशगुणाः अत्र उक्ताः, अपि च अष्ट षड् आत्मगुणाः मनसा गृह्यते, गृह्यन्ते. तर्हि आहत्य अष्टादशगुणाः गृह्यन्ते. तर्हि अवशिष्टं किं? षड् गुणाः, अवशिष्टाः गुणाः के इति अवगन्तव्यम्. अपि च तेषां ज्ञानं कथं भवति इति अपि अवगन्तव्यं खलु. तद् गृहपाठत्वेन सर्वे कुर्वन्तु. बुद्धं वा गृहपाठः कः इति? आहत्य चतुर्विंशतिगुणाः सन्ति, तेषु द्वादशगुणाः अत्र इन्द्रियेण गृह्यन्ते. तेष्वपि चत्वारः गुणाः प्रतिनेतग्राह्याः, अपि च अष्टगुणाः द्वि इन्द्रियग्राह्याः. तर्हि अत्र अपि च षड् आत्मगुणाः मनसा एव गृह्यन्ते. तर्हि अवशिष्टषड् गुणाः के, कथं वा तेषां ज्ञानं भवति इति चिन्तनं करणीयं. तदेव गृहपाठः. महोदय, तत्र गुरुत्वम् इति एकमस्ति, अनुमानेन सत्यम्. एवं तत्र गुरुत्वम् इति षड् अवशिष्टगुणेषु अन्यतमः, अनुमानेन गृह्यते. एवं स्नेहः इति गुणः अस्ति, तस्य आवलिं सिद्धतां कुर्मश्चेत् समीचीनबोधः भवति. अस्तु, अग्रे रमेश महोदय, कर्माणि. कर्माणि अपि द्वि इन्द्रियग्रहितुं शक्यते. सन्निकर्षः कः? सन्निकर्षः समवायेन द्रव्ये अस्ति, संयुक्तसमवाय एव. सत्यम्, उत्तमं. तदेव संयुक्तसमवायेन इन्द्रियद्वयं, चक्षुः अपि च त्वगिन्द्रियं, संयुक्तसमवायसम्बन्धेन सन्निकर्षेण कर्माणि गृह्यन्ते इति. अग्रे, द्रव्यवृत्तिजातयः अपि घटत्वात् प्रभूति सत्तापर्यन्ताः च. तर्हि तस्य जाति द्रव्यस्य वृत्ति जाति अपि द्रव्यस्य वृत्तिजाति इति नास्ति, द्रव्यवृत्तिजातयः. तत्र विग्रहवाक्यं वदतु समस्तपदस्य. द्रव्यस्य वृत्तिजातयः वृत्तिजाति. अत्र पदत्रयमस्ति खलु महोदय, द्रव्यम् इति पदमस्ति, वृत्ति इति पदमस्ति, जाति इति पदमस्ति. जातयः वृत्ति वृत्ति वृत्ति इति पदस्य अर्थः कः? एक्सिस्टेन्स् वृत्ति यत् अस्ति. आदेयः आदेयः इति अर्थः. द्रव्ये सत्यं, द्रव्ये विद्यमानवृत्ति, द्रव्ये वृत्ति. हा, द्रव्ये वृत्तिः, द्रव्यवृत्तिः सप्तमी तत्पुरुषः. द्रव्ये वृत्तिः वृत्ति जाति, द्रव्ये यद् अस्ति तस्य जाति. महोदय अत्र बेसिक्स् यु आर् फर्गेटिङ्ग् बेसिक्स्. प्रथमं पदद्वयं स्वीकृत्य द्रव्ये वृत्तिः द्रव्यवृत्तिः, तदनन्तरं द्रव्यवृत्तिः अपि च जातयः, अनयोः मध्ये कीदृशसम्बन्धः इति वदतु समासः. किम् यदा समासः कुर्मः तदा पदद्वयं स्वीकृत्य समासः वदेम खलु, विग्रहवाक्यं वदेम खलु. महोदय किमपि वदति वा, किमपि न श्रूयते. हा महोदय, अहं चिन्तयन् अस्मि परन्तु मम मनसि किमपि न विशेषणपूर्वपदकर्मधारे अस्ति किल महोदय, द्रव्यवृत्तिः यः जाति अस्ति सः. हा न नास्ति, भवान् किं कुर्वन्नासीत् अत्र, द्रव्ये वृत्तिः जातयः इति न वक्तव्यं, द्रव्ये वृत्तिः द्रव्यवृत्तिः. इदानीं तद् जातं, तर्हि इदानीं द्रव्यवृत्ति अपि च जातिः अनयोः मध्ये सम्बन्धः इदानीं वदतु. द्रव्यवृत्ति इति विशेषणमस्ति महोदय, अत्र विशेषणपूर्वपदकर्मधारे अस्ति, द्रव्यवृत्तिः या जाति, द्रव्यवृत्ति जातय जाति जातयः इति समीचीनतया वदतु. द्रव्ये वृत्ति द्रव्यवृत्ति द्रव्यवृत्ति च असौ जाति तौ असौ साति ताः ताः द्रव्यवृत्ति जातयः. पुनः वदतु. द्रव्यवृत्ति च द्रव्यवृत्ति च इति वदति अस्ति वा, द्रव्यवृत्तिः इति पदं, वृत्तिः इति पदम्. आम् महोदय, स्त्रीलिङ्गपदं महोदय, विशेषणपूर्वपदमस्ति. सत्यं, विशेष्यं तु जाति अस्ति, अतः जातयः इति पदमस्ति अत्र, जातिः इति नास्ति महोदय. दट् इस् जाति जात्यौ जातयः, अतः जाति अस्ति. किं पदमस्ति समस्तपदे, किं पदमस्ति, जातयः इति अस्ति वा जातिः इति अस्ति वा? महोदय अत्र प्रथमाविभक्ति बहुवचनमस्ति, द्रव्यवृत्तिजातयः इति, तस्य प्रातिपदिकं जाति अस्ति, अतः द्रव्यवृत्तिः च असौ जाति तौ ताः द्रव्यवृत्तिजातयः इति समस्तपदं भवति. अस्तु, द्रव्यवृत्तिः च असौ जातिः च द्रव्यवृत्तिजातिः ताः जातयः इति भवती उक्तवती खलु. इत्येव उक्तवती खलु? आम् महोदय. अस्तु अस्तु. हा न अत्र बहुवचनम् एकवचनम् इत्यत्र द्रव्यवृत्तयः च असौ जातयः द्रव्यवृत्तिजातयः इति अपि वक्तुं शक्यते. इत्युक्ते एकवचने एव उक्त्वा तदनन्तरम् इति नास्ति. यदि विभक्तिपरिमाणं भवति तदा प्रथमा विभक्तौ उक्त्वा तदनन्तरं तस्मिन् तस्य तेन इति वक्तव्यं. किन्तु एकवचने एव उक्त्वा तदनन्तरं तस्य बहुवचनं कार्यम् इति नियमः नास्ति. अस्तु. दर्ववृत्तयः द्रव्यवृत्तयः च असौ जातयः द्रव्यवृत्तिजातयः. अस्तु, पूरयतु इदानीं रमेश महोदय. तर्हि द्रव्ये यत् जाति अस्ति तस्यापि ग्रहणं भवति यदा घटत्वात् प्रभुति सत्तापर्यन्तं यत् अस्ति तर्हि घटत्वे विद्यमान धर्मः तदपि तस्य ग्रहणमपि भवितुम् अर्हति सत्तापर्यन्तं. घटत्वे विद्यमानधर्मः वा घटे विद्यमान समीचीनं धर्मः इति मा वदतु. अत्र जातिः खलु? जातिः घटे विद्यमानजातिः. तर्हि घटे के जातयः काः जातयः सन्ति? घटत्वं द्रव्यत्वम् अस्ति, घटत्वम् अस्ति, पृथ्वीत्वम् अस्ति. द्रव्यत्वं पृथ्वीत्वं तदेव अस्ति. सत्ता अपि अस्ति. अतः एव अत्र उक्तं घटत्वात् प्रवृत्ति सत्तापर्यन्ता. इत्युक्ते घटे घटत्वमस्ति, तस्मादुपरि पृथिवीत्वमस्ति, तस्मादुपरि द्रव्यत्वमस्ति, तदनन्तरं सत्ता इति जातिः. तर्हि चत्वारः जातयः वर्तन्ते घटे. तेषां ग्रहणं केन सन्निकर्षेण जायते? संयुक्तसमवायेन. उत्तमम्. संयुक्तसमवायसम्बन्धेन जायते. संयुक्तसमवायः सत्यम्. अत्र घटे चक्षुः संयोगः भवति, चक्षुषः संयोगः भवति. तस्मिन् घटे समवेतम् अस्ति, समवायसम्बन्धेन अस्ति जातिः इति कृत्वा सर्वे जातयः समवायसम्बन्धेन एव अस्ति इति कृत्वा तेषां ग्रहणं संयुक्तसमवायसम्बन्धेन जायते इति उक्तं. सत्यं वा भगिनी, किमपि वक्तुम् इष्टवती वा? महोदय, अत्र वृत्तेः इति न भवति वा इति मम प्रश्नः आसीत्. द्रव्यवृत्ति इति दत्तमस्ति खलु अत्र, वृत्तेः जाति इति न भवति वा इति? वृत्तेः इति पञ्चमी वा षष्टि वा? षष्टि. कीदृशषष्टि अत्र सम्बन्धः? वृत्ति द्रव्यस्य एव जातिः खलु? न न, द्रव्ये विद्यमानजातिः अत्र आधाराधे भावः अस्ति. जातिः कुत्र अस्ति? द्रव्ये अस्ति. सम्बन्धमस्ति अतः एव. सम्बन्धं नास्ति अत्र. अत्र साक्षात् अस्ति घटः भूतले अस्ति इति चेत् सम्बन्धः वा? भूतलस्य घटः वा भूतले घटः वा? भूतले घटः. तत् एवं घटत्वं कुत्र अस्ति? घटस्य घटत्वं वा घटे घटत्वं वा? घटे घटत्वम्. ओ, तर्हि सम्बन्धः नास्ति खलु, आधारादे भव. घटस्य घटत्वं नास्ति अत्र, घटे घटत्वम् इति कृत्वा अत्र आधारः. अतः एव वृत्तिः इति पदं प्रयुक्तमस्ति, आदेयः सूचितः. अस्तु, उत्तमम्. अग्रे वर्षा भगिनि. महोदय, अहं पठनीयं, मया पठनीयं वा? वर्षा भगिनी आहूतवान्. गुणग्रहणे तु घ्राणरसने समर्थे एव इति ताभ्याम् अपि स्वविषयस्य प्रत्यक्षं जायते. अत्र घ्राणरसने समर्थे एव इति ताभ्यां गुणग्रहणे अपि यदा घ्राणस्य रस घ्राणेन्द्रियेण रसनस्य घ्राणरसने समर्थे एव इति ताभ्यामपि स्वविषयस्य प्रत्यक्षं जायते. अत्र स्वसंयुक्तसमवायसम्बन्धेन एव गुणस्य ग्रहणं ग्रहणं जायते इति दत्तमस्ति. न समर्थे इत्यस्य अर्थः कः? घ्राणरसने समर्थे एव समर्थे समान रीत्या इति वा? नास्ति, समर्थ इति अस्ति, समान इति नास्ति, समर्थ. केपबल् इति वा महोदय? घ्राणरसने समर्थे यदि ओके योग्यः इति अर्थः. तर्हि इदानीं पृथिवी परमाणु इति स्वीकुर्मः. पृथिवी परमाणौ गन्धः अस्ति वा न वा? पृथिवी परमाणुः हा महोदय अस्ति. हा, किन्तु पृथिवी परमाणौ विद्यमानगन्धस्य ग्रहणं घ्राणेन्द्रियेण कर्तुं शक्यते वा? न कर्तुं शक्यते. हा, इति अत्र उक्तम्. घ्राणरसने समर्थे एव योग्यम् इत्युक्ते तत्रापि योग्यता. यथा प्रत्यक्षं चाक्षुषप्रत्यक्षे उद्भूतरूपं भवेत्, महत्परिमाणं भवेत् इति योग्यत्वम् उक्तं, तथा घ्राणरसने अपि योग्यगन्धस्य एव योग्यरसनस्य एव घ्राणेन्द्रियेण रसनेन्द्रियेण च ग्रहीतुं शक्यते इति अत्र उक्तम्. जले रसः अस्ति, किन्तु जलपरमाणौ विद्यमानरसस्य ग्रहणं रसनेन्द्रिये न कर्तुं शक्यते परमाणुत्वात् इति, योग्यं नास्ति इत्यतः. इत्युक्ते अत्रापि प्रायः महत्परिमाणम् आवश्यकमस्ति. तद् पूर्वं न चिन्तितम् इति कृत्वा एकं वाक्यं लिखितम् आचार्येण, तावदेव. अस्तु, अग्रे चित्रं पठनीयं वा महोदय? चित्रं प्रतिपादयतु, एतत् सर्वं चिन्तितमेव. चक्षुरादीन्द्रियस्य द्रव्येण सह संयोगः सम्बन्धः वर्तते, तदनन्तरं समवायेन गुणाः द्विप्रकारगुणाः प्रतिनित्यग्राह्याः प्रतिनियतग्राह्याः च द्वि इन्द्रियग्राह्याः द्रव्ये वर्तते. तदा एव कर्माणि अपि च घटत्वादिसत्तान्तजातयः एतानि वर्तते समवायसम्बन्धेन. अतः कर्मप्रत्यक्षे च गुणप्रत्यक्षे च घटत्वादिसत्ता अन्तजातिप्रत्यक्षे ससंयुक्तसमवायसम्बन्धेन प्रत्यक्षज्ञानं सन्निकर्षं भवति इति रसमस्ति. हा, अत्र सन्निकर्षं कीदृशं चेत् संयोगसमवायसन्निकर्षः इति, तदेव सन्निकर्षस्य नाम. अस्तु, अग्रे. एते पदार्थाः प्रथमसौधे. हा, एकनिमिषं भगिनि. एकवारं मां सत्तान्तजातयः इति सम्यक् न बुद्धं महोदय, तत्. हा, घटे के जाता काः जातयः सन्ति भवान् एव वदतु. घटत्व. अस्तु, केवलं घटत्वमस्ति इति वा इतोपि अधिकाः जातयः सन्ति वा? घटः इति कीदृशपदार्थः? घटः द्रव्यं महोदय. सत्यं, किन्तु नवद्रव्याणि सन्ति खलु, तेषु कीदृशद्रव्यमस्ति? पृथिवी द्रव्यम्. हा, तर्हि पृथिवीत्वम् इति जातिः घटे अस्ति वा न वा? अस्ति महोदय. हा, एवं पृथिवी इति कीदृशपदार्थः? इति सप्तपदार्थे तु द्रव्यमस्ति. सत्यं. तर्हि द्रव्यत्वम् इति जातिः घटे अस्ति वा न वा? अस्ति. हा, तर्हि घटः अस्ति इति कृत्वा घटत्वम् अस्ति. घटः पार्थिवद्रव्यम् अस्ति इति कृत्वा तस्मिन् पृथिवीत्वम् अस्ति. घटः द्रव्यमस्ति इति कृत्वा तस्मिन् द्रव्यत्वम् अपि अस्ति. अपि च द्रव्यगुणक्रियासु कीदृशक्रिया इत्युक्ते कर्म, द्रव्यगुणकर्मसु कीदृशजातिः वर्तते? कीदृशजातिः इत्युक्ते महोदय सत्ता इति जातिः. सत्ता, हा सत्ता, तस्य उपरि सत्ता एकं. हा, सत्ता इति जातिः. अतः यदा सत्ताविषये अस्माभिः पठितं तत्र मया उक्तं खलु, वेदान्तः अपि च न्याय अनयोः मध्ये कः भेदः इति चेत् वेदान्तमतानुसारं सत् इति ब्रह्मणः स्वरूपमस्ति, किन्तु नैयायिकानां मतानुसारं सत्ता इति जातिः अस्ति. सा जातिः केवलम् आत्मनि वर्तते इति नास्ति. आत्मनि तु वर्तते, आत्मा द्रव्यम् इति कृत्वा आत्मनि वर्तते, किन्तु गुणेषु अपि सत्ता वर्तते, क्रियासु अपि सत्ता वर्तते इति सत्ता इति जातिः नैयायिकानां मतानुसारं. किन्तु वेदान्तिनां मतानुसारं सत् इति ब्रह्मणः स्वरूपम् अस्ति इति महान् वेदः. तर्हि सत्ता इति जातिः पराजातिः इति उक्तं खलु महोदय. आहत्य घटे घटत्वमस्ति, पृथिवीत्वमस्ति, द्रव्यत्वमस्ति, सत्तात्वमस्ति इति कृत्वा घटत्वादि सत्तान्तजातयः घटत्वम् आरभ्य सत्तापर्यन्तं जातयः तेषां ग्रहणं कथं भवति इति चेत् संयुक्त समवायसम्बन्धेन सन्निकर्षेण भवति. बुद्धं वा? सत्ता, हा महोदय, सत्ता अन्तिमम् अस्ति अतः सत्तान्तं. सत्तान्तम् इति सत्यं. हा, इदानीं बुद्धं. धन्यवादः. अस्तु, अग्रे पश्यामि. एते पदार्थाः प्रथमसौधे विद्यमानाः इति भावयामः, तर्हि तेषु पदार्थेषु विद्यमानाः गुणत्व रूपत्व कर्मत्व उत्क्षेपणत्व आदिजातयः द्वितीयसौधे विद्यमानाः स्युः. तेषां संयुक्तसमवायसन्निकर्षः न वक्तुं शक्यः तस्य प्रथमसौधस्थितेषु उपक्षीणत्वात्. अतः द्वितीयसौधस्थानां प्रत्यक्षाय संयुक्तसमवेतसमवायः सन्निकर्षः कल्पितः. अत्र तु द्वितीयस्तरे यः अस्ति इत्युक्ते अत्र कर्मे कर्मत्वं यदि उत्क्षेपण कर्म इति स्वीकुर्मश्चेत् तस्मिन् उत्क्षेपणत्वम् अतः अपि च सत्ता एतानि सर्वाणि यः वर्तते तेषु तेषां सम्बन्धः तु संयोग समवेतसमवायसम्बन्धः इति भवति. संयोगः चक्षुरादि इन्द्रियाणां च द्रव्ये मध्ये भवति. द्रव्ये यः कर्म वा गुणः वर्तते तयोः मध्ये समवायसम्बन्धः वर्तते. अतः तद्गुणे वा कर्मणि यः धर्मः अस्ति यदा उत्क्षेपणत्वं कर्मत्वम् एतानि तेषु गुणेषु तत् समवेतम् अस्ति. अतः सम्बन्धः अस्ति संयोगसमवेतसमवायः इति कर्मत्वस्य ग्रहणे वा उत्क्षेपणत्वस्य ग्रहणे. समीचीनम्. अत्र एकः प्रश्नः भवती धर्मः इति वदति, धर्मः अपि च जातिः अनयोः मध्ये कः भेदः? Actually, this got me confused, Mohdya. Till now, I was thinking, gune yad gunatvam vartate, gunatvam dharmaha iti. But I'm wrong. Jati itipte, the common factor for all the species in that species. Whereas whereas dharmaha itipte kalpitaha dharmaha iti vaktum shakyate va? Ha, uttamam. Okay. Itipte nyayamana sat vidyamana sat iti asmabhi patitam kalu. Ha, mohde. Tatra, itipte विद्यमान सत् कारणत्वं जा न्यायमान सत् कारणत्वं तथा यदा इत्युक्ते जातयः वृक्षे विद्यमानवृक्षत्वं घटे विद्यमानघटत्वं घटत्वे अस्माकं ज्ञानं भवति वा न वा तत्र अस्ति एव घटत्वं घटे अस्ति एव किन्तु यदा धर्मः इति वदेम तदा कल्पितः भवति व्यवहारे एव धर्मः कल्पितः भवति इति कृत्वा अत्र तु जातीनां विषये उक्तं न तु धर्माणां विषये इति तत्र सूक्ष्मभेदः वर्तते तर्हि अत्र जातीनां विषये एव उक्तं कर्मणि विद्यमानजातीनां ग्रहणं कथं केन सन्निकर्षेण जायते इति चेत् संयोगसमवेतसमवायसन्निकर्षेण तेषां ग्रहणं भवति इति उक्तम् अस्तु अग्रे गच्छामि धन्यवादः भगिनी मेहुल् महोदय पठति वा आं महोदय श्रूयतेधुन अस्तु एतैः सन्निकर्षैः इन्द्रियस्य एवं विषयाश्रयस्य यत्र भेदः तेषां पदार्थानां प्रत्यक्षम् उपपादितम् इतः यत्र ग्राहकं श्रोत्रेन्द्रियम् आकाशरूपं ग्राह्यः शब्दोऽपि आकाशाश्रितः तत्र सन्निकर्षमाह श्रोत्रेणीत्यादिना एतावत्पर्यन्तं यः षड्विधसन्निकर्षः वयं दृष्टवन्तः तत्र इन्द्रियस्य एवं विषय आश्रयः इत्युक्ते ये विषयः महोदय क्षम्यतां षड्विधसन्निकर्षः दृष्टवन्तः खलु इदानीं सन्निकर्षत्रयं चिन्तितम् ओ अस्तु एतावत्पर्यन्तं हा सन्निकर्षः संयोग संयुक्तसमवायः इति तृतीयं चिन्तितम् तत् नाम उच्चारयतु कृपया त्रयः सन्नि त्रयाणां सन्निकर्षाणां नाम किं हा प्रथमं तु संयोगः द्वितीयं तु संयुक्तसमवायः तृतीयं संयुक्तसमवेतसमवायः उत्तमम् इति एतैः सन्निकर्षैः इन्द्रियस्य एवं विषय आश्रयस्य यत्र भेदः तेषां पदार्थानाम् अस्तु ये पदार्थाः वयं येषां पदार्थानां प्रत्यक्षज्ञानस्य प्रत्यक्षं वयं दृष्टवन्तः चर्चितवन्तः ते ते सर्वे इन्द्रियस्य एव विषयाः सन्ति तेन इन्द्रियस्य एवं विषय आश्रयः अस्ति तस्य आधारेणैव भेदः कृतः न इन्द्रियस्य एवं विषय आश्रयस्य यत्र भेदः अत्र अस्तु अत्र उदाहरणं पश्येम तदनन्तरं अस्य वाक्यस्य इदानीं संयोगः इति प्रथमविधः सन्निकर्षः अस्ति खलु संयोगेन कस्य ज्ञानं भवति संयोगेन घटप्रत्यक्ष घटस्य ज्ञानं घटस्य ज्ञानं केन केन इन्द्रियेण भवति चक्षुरिन्द्रियेण चक्षुरिन्द्रियम् अपि च घटः अनयोः मध्ये भेदः वर्तते खलु इति इदानीं द्वितीयं संयोगसन्निकर्षः संयोगसन्निकर्षः सन्निकर्षेण कस्य ज्ञानं भवति उदाहरणत्वेन संयोगसन्निकर्षः अथवा संयुक्तसमवायः सन्निकर्षः क्षम्यतां संयुक्तसमवायः संयुक्तसमवायसन्निकर्षेण तत् सन्निकर्षेण घटे यः रूपः उदाहरणमस्ति तत्र घटे यः रूपम् अस्ति तस्य प्रत्यक्षज्ञानं केन इन्द्रियेण पुनः चक्षुरिन्द्रियेण तर्हि चक्षुरिन्द्रियम् अपि च रूपम् अनयोः मध्ये भेदः अस्ति खलु अस्तु इदानीं तृतीयं संयुक्तसमवेतसमवायसन्निकर्षेण किं कस्य ज्ञानं जायते रूपत्वम् इति जातेः सत्यं तर्हि अत्र तदपि चक्षुरिन्द्रियेण ज्ञायते किन्तु रूपत्वम् अपि च चक्षुरिन्द्रियम् अनयोः मध्ये भेदः अस्ति खलु तदेव अत्र उक्तम् इत्युक्ते ज्ञानस्य विषयाः ये सन्ति ते इन्द्रियं न सन्ति तेषां विषये एतावत्पर्यन्तं चिन्तितम् हा सत्यम् इन्द्रियस्य अपि च विषयाश्रयस्य तयोः मध्ये भेदः अस्ति अधुना एतावत्पर्यन्तं वयं दृष्टवन्तः सत्यं हा तर्हि इतः परं यत्र ग्राहकं श्रोत्रेन्द्रियम् अत्र श्रोत्रेन्द्रियम् इति ग्राहकमस्ति तत्तु आकाशरूपम् अस्ति तेन ग्राह्यः शब्दः इति अपि आकाशाश्रितः अस्ति तर्हि अत्र किञ्चित् भिन्न स्थितिः अस्ति ग्राहकं यत् श्रोत्रेन्द्रियमस्ति तत् आकाशरूपं ग्राह्यः यः विषयः तद् शब्दः तदपि आकाशाश्रितः अस्ति सन्निकर्षमाः श्रोत्रेणेत्यादिना श्रोत्रेणेत्यादिना अत्र मूलस्थपदमस्ति मूलस्य श्रोत्रेन्द्रियादिना इति आरब्धं कृते श्रोत्रेण शब्दसाक्षात्कारे समवायः सन्निकर्षः इत्युक्तं खलु तत्र श्रोत्रेण इत्यादिना इदानीम् एतस्य एतेषां विषये चिन्तनं प्रवर्तनं जायते इति अस्तु इत्युक्ते रूपं घटे अस्ति चक्षुषि नास्ति किन्तु शब्दः कुत्र अस्ति श्रोत्रे एव अस्ति इति भेदः अस्तु अग्रे पठतु महोदय अत्र च रूपाभावात् महत्परिमाणवतोपि गगनस्य न प्रत्यक्षम् इति अस्तु अहं वाक्यम् उक्त्वा एकमेकं वाक्यम् उक्त्वा वदिष्यामि तत्र गगनस्य आकाशस्य प्रत्यक्षं न जायते किमर्थम् इत्युक्ते तत्र रूप अभावः अस्ति महत्परिमाणम् अपि अस्ति अतः गगनस्य प्रत्यक्षं न भवति महत्परिमाणमस्ति इति कृत्वा प्रत्यक्षं तत् किमर्थं वदति अणुपरिमाणभिन्नपरिमाणम् अणुपरिमाणमस्ति चेत् प्रत्यक्षं न भवति किन्तु महत्परिमाणमस्ति चेत् प्रत्यक्षं भवति एव खलु महत्परिमाणमित्येन परममहत्परिमाणं न उक्तम् तदेव मम भ्रम परममहत्परिमाणं नास्ति केवलं महत्परिमाणमस्ति चेत् प्रत्यक्षं भवति परममहत्परिमाणमस्ति चेत् न भवति न वस्तुतः तादृशमपि न उक्तम् अणुपरिमाणमस्ति चेत् न भवति इति एव उक्तम् किन्तु उद्भूतरूपं भवेत् अपि च परमाणुपरिमाणभिन्नपरिमाणं भवेत् तावदेव उक्तं किन्तु येषां विभुपरिमाणमस्ति तेषु रूपमेव नास्ति इति कृत्वा तादृश आपत्तिः भवति किन्तु सः निकषा नास्ति आपत्तिः अस्ति अस्ति अस्तु महत्परिमाणम् अस्ति अपि च रूप अभावः अस्ति अतः एव तस्य प्रत्यक्षं न भवति रूपाभावात् अतः एव अत्र लिखितं पश्यतु रूपाभावात् महत्परिमाणवतः अपि इत्युक्ते महत्परिमाणमस्ति तथापि तर्हि एका निकषा पूरिता किन्तु रूपं नास्ति इति कृत्वा तेषां प्रत्यक्षं न भवति इति उक्तं गगनस्य यद्यपि गगने महत्परिमाणमस्ति तथापि रूपं नास्ति इति कृत्वा तस्य प्रत्यक्षं न जायते इति उक्तम् अग्रे अस्तु अग्रे शब्दस्तु श्रोत्रसमवेत इति तत्र समवाय एव सन्निकर्षः अस्तु तत् वयं जानीमः शब्दः तु समवायसम्बन्धेन श्रोत्रे अस्ति तदेव सन्निकर्षः समवायसन्निकर्षः वक्त्रा उच्चरितः शब्दः न श्रोत्रेण गृह्यते शब्दः अस्ति अतः किन्तु पूर्वोक्तरीत्या शब्दः परम्परया श्रोत्रदेशे उत्पन्नः इति स एव गृह्यते तद्वयं जानीमः शब्दः एव श्रोत्रेण ग्रहीतुं शक्नुमः अत्र यः शब्दः वक्तु उच्चारितः तत्तु श्रोत्रेण न गृह्यते, अन्यत् शब्दः यः जायते दशेषु दिशेषु तस्य एव ग्रहणं श्रोत्रेण भवति. अस्तु, समवेतसमवायसम्बन्धेन च शब्दत्वं गवर्णे विद्यमानं कत्वं गवर्णे विद्यमानं गत्वम् इत्यादि गृह्यते. अस्तु, अत्र शब्दे शब्दः शब्दे शब्दत्वम् अस्ति समवेतसमवायसम्बन्धेन. यदा अत्र शब्दे इत्युक्ते अत्र कवर्णः अथवा गवर्णः इति उच्चारणं कुर्मः चेत् तत्र कत्वम् अथवा गत्वं तस्य ग्रहणं केन सम्बन्धेन भवति? तर्हि समवेतसमवायसम्बन्धेन. अत्र शब्दः समवायसम्बन्धेन श्रोत्रे अस्ति, पुनः शब्दे कवर्णः कवर्णे कत्वम् अथवा गवर्णे गत्वं तदपि समवायसम्बन्धेन शब्दे अस्ति, पुनः शब्दं तु समवायसम्बन्धेन श्रोत्रे अस्ति. अतः समवेतसमवायसम्बन्धेन कत्वम् अथवा गत्वं श्रूयते. शब्दत्वं कत्वं गत्वम् इत्येतेषां ग्रहणं समवेतसमवायसन्निकर्षेण जायते इति उक्तम्. अस्तु, धन्यवादः महोदय. अग्रे स्वामिमहोदय पठति वा? श्रूयते वा महोदय? हा, इदानीं श्रूयते. महोदय, एतैः न न तत्सर्वं कृतं, भावानां ग्राहकान् अग्रिमपुटे. भावानां ग्राहकान् सन्निकर्षान् उक्त्वा अभावग्राहकं सन्निकर्षम् आह विशेष्य विशेषणभाव इति. अभावः इह द्रव्यनिष्ठः गुणादिप्रथमसौधस्थितेषु स्थितः, गुणत्वादिद्वितीयसौधस्थितेषु स्थितः, शब्दगतः शब्दगतजातिगतः वा ग्राह्यः. भावपदार्थम् अभावग्राहकं कथम् इति, अभावग्राहकं न न अत्र अभावग्राहकम् इति वदति चेत् क्लेशः भवति. अत्र अभावस्य ग्रहणं कथं जायते, अभावस्य ग्रहणं केन सन्निकर्षेण जायते इति चेत् विशेषणविशेष्यभावसन्निकर्षेण जायते महोदय. तदनन्तरं न चक्षुषा भवतु, इदानीं तावत् आगच्छतु. तर्हि केषाम् अभावानां ग्रहणम् इति चेत् द्रव्यनिष्ठ, हा इत्युक्ते इदानीं षष्टविधः अस्ति खलु विशेष्यविशेष्यभावः इति. तर्हि प्रथमपञ्चविधसन्निकर्षेण येषां भावपदार्थानां ग्रहणं जायते तेषां सर्वेषाम् अभावस्य ग्रहणं विशेष्यविशेष्यभावेन जायते, सन्निकर्षेण जायते इति तत्र उक्तं. बुद्धं वा महोदय? पुनः एकवारं वदतु महोदय. इत्युक्ते षड् सन्निकर्षाः उक्ताः खलु महोदय. तत्र प्रथमपञ्चसन्निकर्षैः येषां भावपदार्थानां ग्रहणं जायते तेषां सर्वेषाम् अभावस्य ग्रहणं विशेष्यविशेषणभावसन्निकर्षेण जायते इति अत्र उक्तम्. सप्तम ओ अस्तु, बुद्धं महोदय. सर्वत्र आश्रयः संयोगादिसन्निकर्षैः गृहीत एव. हरि ओम् महोदय, सर्वत्र आश्रयः इति किं न बुद्धं, संयोगादिसन्निकर्षैः आम् तदेव हा आश्रयः इत्युक्ते अधिष्ठानमस्ति खलु, कस्य आश्रयः? आश्रयं तु भिन्नभिन्नं भवति खलु, न न कस्य आश्रयः इति पृष्टं, मया पृष्टं के आश्रयः इति प्रश्नः नास्ति, कस्य आश्रयः इदानीं कस्य कस्मिन् विषये चिन्तनं जायमानमस्ति? सन्निकर्षविषये न, षड्विधसन्निकर्षाः सन्ति किन्तु विशेषणविशेष्यभावसन्निकर्षेण कस्य ज्ञानं भवति? विषय किमपि विषयं यदस्ति तद् महोदय, द्रव्य द्रव्यस्य ज्ञानं नास्ति, अभावस्य ग्राहकमस्ति खलु। ओ ओ ओ क्षम्यताम्, आं महोदय, तर्हि अभावः कुत्रचित् भवेत् खलु, इत्युक्ते घट अभावः इति अहं वदामि चेत् कुत्र इति भवान् पृच्छति खलु? सत्यं महोदय, भूतले वा? तर्हि अभावः एवमेव यदा कदापि न भवति, अभावस्य आश्रयः भवत्येव, तर्हि अभावस्य आश्रयः सर्वत्र, अभावस्य आश्रयस्य ग्रहणं कथं जायते इति चेत् संयोगादिसन्निकर्षैः, पञ्चविधसन्निकर्षैः अभावस्य आश्रयस्य ग्रहणं जायते। अस्तु, आं महोदय, इति उक्तं सर्वत्र आश्रयः संयोगादिसन्निकर्षैः गृहीतः एव भवति, आश्रयः गृहीतः भवति कैः? संयोगादिसन्निकर्षैः, पञ्चविधसन्निकर्षैः आश्रयः, अभावस्य आश्रयस्य ग्रहणं भवति इति उक्तम्। अस्तु, अग्रे, यदि भूतले विद्यमानः घटाभावः ग्राह्यः तदा भूतलं चक्षुः संयुक्तमस्ति एव, भवान् तदेव वदतु। अभावः यदि भूतले विशेषणविधया भासते, अर्थात् ज्ञानस्य आकारः यदि भूतलं घटाभाववत् इत्याकारकः, तदा चक्षुस्संयुक्तविशेषणता सन्निकर्षः ग्राहकः। तर्हि इदानीं ज्ञानं किम्? भूतले घटाभावः तद् ज्ञानं नास्ति, समीचीनतया पठतु। भूतलं घटाभाववत्, भूतलं घटाभाववत् इति भिन्नज्ञानमस्ति, भूतले घटाभावः इति भिन्नज्ञानमस्ति। भूतलं घटाभाववत् इत्यत्र विशेषणं किं, विशेष्यं किम्? विशेषणं विशेषणं घटाभाव वत् विशेष्यं भूतलम्। उत्तमम्, भूतलं विशेष्यम् अस्ति, घटाभाववत् इति विशेषणम् अस्ति। तर्हि इदानीं चक्षुः केन संयुक्तः अस्ति? भूतले, भूतलेन संयुक्तः अस्ति खलु? आम् महोदय। उत्तमं, तर्हि भूतले विशेषणता सम्बन्धेन किम् अस्ति इत्युक्ते भूतले भूतलस्य विशेषणं किम्? घटाभावः, इति कृत्वा तद्विशेषणता अभावे इति अत्र सन्निकर्षः कः इति चेत् चक्षुसंयुक्तविशेषणता सन्निकर्षेण भूतलं घटाभाववत् इति ज्ञानं जायते। विशेषणता इति किमर्थम् उक्तम् इति चेत् घट अभावे विशेषणता वर्तते, घट अभाववत् इति विशेषणम् अस्ति इति कृत्वा घट अभावे विशेषणता वर्तते, तर्हि तस्य ग्रहणं करोति भूतलं घटाभाववत् इति ज्ञानं। कस्य ग्रहणं कृत्वा जायते इति चेत् चक्षुसंयुक्तविशेषणतासन्निकर्षेण जायते इति उक्तं। बुद्धं खलु? बुद्धं महोदय, अग्रे पठतु। चक्षुसंयुक्तं भूतलं तद्विशेषणता अभावे इति एषः सन्निकर्षः ग्राहकः। यदि अभावे भूतलं विशेषणविधया प्रकाशते अर्थात् ज्ञानस्य आकारः भूतले घटाभावः इति तदा अभावः विशेष्यः इत्यागतम्। भेदः भवान् पूर्वम् अवदत्, एतत् विशेषणमस्ति भूतले घटाभावः इति विशेष्यमस्ति इति। वदतु, भूतले घटाभावः इत्यत्र किम्? किन्तु कथं तत् इति न अवगतं। भूतलं घटाभाववत् तत्र घटाभाववत् इति घटाभावः विशेषणम् अस्ति महोदय, किन्तु अत्र भूतले घटाभावः अस्ति चेत् घटाभाव इति विशेष्यः अस्ति। भूतल भूतलमिति प्रायः तर्हि विशेषणं महोदय। अस्तु, ज्ञानस्य त्रयः विषयाः भवन्ति इति अस्माभिः अधीतं खलु? आं महोदय, प्रकारः विशेषणं प्रकारः इति। भूतले घटाभावः इत्यत्र ज्ञानस्य विशेष्यः कः, प्रकारः कः इति वदतु। भूतलम् इति विशेष्यः, घटाभावः इति विशेषणं वा प्रकारः वा? तदेव अहं पृच्छामि, भवान् पुनः मां पृच्छति। विपरीतमिति भाति मम मनसि, घटाभावः इति अत्र भूतले घटाभावः इति ज्ञानस्य विषयः कः, मूलविषयः कः? विषयः तु अभावः महोदय। हा, तर्हि ज्ञानस्य ज्ञानं विशेष्यतासम्बन्धेन कुत्र वर्तते? अभावः विशेष्यता इति सम्बन्धेन ज्ञानं महोदय, ज्ञानं विशेष्यतासम्बन्धेन घट अभावे वर्तते महोदय। ज्ञानं प्रकारतासम्बन्धेन कुत्र वर्तते? भूतले। हा, भूतले प्रकारतासम्बन्धेन ज्ञानं वर्तते, किन्तु अत्र भूतले घटाभावः इत्यत्र विशेष्यं किं, विशेषणं किं? भूतलमेव विशेष्यं खलु? आं महोदय, तदेव अहं वाक्यम् इत्युक्ते वाक्यम् इति एकमस्ति, ज्ञानमिति भिन्नमस्ति। वाक्ये यत् विशेषणविशेष्यभावः अस्ति तत् तत्तु ज्ञाने अपि, वाक्ये यद् विशेष्यमस्ति तद् ज्ञाने विशेष्यं भवेत् इति नास्ति नियमः महोदय। तद् मनसि सम्यक् नास्ति। अस्तु महोदय, तत् तद् गते वर्गे अस्माभिः पठितम्। अत्र विशिष्टज्ञानकारणत्वम् इति पठितं खलु, विशिष्टज्ञानादिजनकनिरूपणम् इत्यत्र अस्माभिः पठितम् एतत् सर्वम्। इत्युक्ते वाक्ये यद् विशेषणम् अपि च विशेष्यमस्ति तदेव ज्ञाने विशेष्यम् अपि च प्रकारं भवेत् इति नियमः नास्ति। ज्ञाने तु भिन्नरीत्या भवितुमर्हति, अत्र तु भूतले घटाभावः, अत्र कस्य ज्ञानम् इति चेत् अभावस्य ज्ञानं, तर्हि विशेष्यः ज्ञानस्य विशेष्यः अस्ति घट अभावः, ज्ञानं विशेष्यतासम्बन्धेन घट अभावे अस्ति, प्रकारतासम्बन्धेन भूतले अस्ति, किन्तु वाक्ये भूतलं विशेष्यम् अस्ति, घट अभावः कुत्र वर्तते? भूतले एव वर्तते इति कृत्वा अत्र कीदृशसम्बन्धः वक्तव्यः इति चेत् स्वसंयुक्तविशेष्यतारूपसम्बन्धः वक्तव्यः अस्ति। विशेष्यं किं भूतलं किन्तु ज्ञाने तत् प्रकारं जातम् इति कृत्वा स्वसंयुक्तविशेष्यतारूपसम्बन्धः वक्तव्यः भवति भूतलं घटाभाववत् इत्यत्र घटाभाववत् इति विशेषणम् अस्ति ज्ञानस्य विशेष्यं तदेव अत्रापि घटाभाववत् इति ज्ञानस्य विशेष्यम् अस्ति किन्तु इदानीम् अस्मिन् वाक्ये भूतलं घटाभाववत् इत्यस्मिन् वाक्ये अत्र विशेषणमस्ति घटाभावः इति कृत्वा चक्षुसंयुक्तविशेषणतासम्बन्धेन भूतलं घटाभाववत् इति ज्ञानं जायते इति किन्तु भूतले घटाभावः इत्यत्र घटाभावः एव अत्रापि विशेष्यः अस्ति किन्तु वाक्ये भूतलं किम् इति चेत् विशेष्यम् अस्ति इति कृत्वा तेन सह संयुक्तः अस्ति चक्षुः इति कृत्वा अत्र विशेष्यता इति उक्तं स्वसंयुक्तविशेष्यतारूपः कल्प्यः इति भेदः अस्ति बुद्धं वा महोदय तत्र स्व संयुक्त स्व इति किं महोदय स्व इति चक्षुः चक्षुषा संयुक्तः अस्ति भूतलं भूतले विशेष्यता अस्ति महोदय विशेष्यता इत्युक्ते ज्ञानस्य अपेक्षया विशेष्यता नास्ति वाक्ये वाक्ये विशेष्यता अस्ति इति कृत्वा स्वसंयुक्तविशेष्यतारूपः कल्प्यः सन्निकर्षः इति अस्तु आम् महोदय अस्तु इदानीं बुद्ध समयः जातः अत्र स्थगयामः सर्वेभ्यो नमस्कारः धन्यवादाश्च किञ्चिदेव अवशिष्टमस्ति तर्हि गृहपाठम् अहं प्रेषयिष्यामि सर्वे कृपया चिन्तयन्तु सर्वेभ्यो नमस्कारः धन्यवादाश्च